अस्माकं तनादिगण इति पाठः अनुवर्तते, तत्र विलम्बेन आगतवती, विजि अस्मि, तत्र किञ्चिदेव अवशिष्टमस्ति. क्रीधातु कृते अस्माकम् अभ्यासः इदानीम् अनुवर्तते. तत्र इदानीं गतरविवासरे क्रीधातुविषये अस्माकं नूतनसूत्राणि कानि कानि सन्ति इदानीम् एकवारं पुनः वदतु कोऽपि. विजया महोदय वदतु, क्रुधातु कृते नूतनसूत्राणि कानि कानि सन्ति? विजया महोदय. आं जी, क्रुधातु मध्ये नूतनकार्याणि कानि कानि सन्ति, तेषां कृते सूत्राणि कानि कानि सन्ति? तनादिगणे खलु? हा, क्रुधातु, क्रुधातु. एकनिमिषम्. तत्र क्रुधातुमध्ये प्रथमकार्यं किम् आसीत्? एकनिमिषं. डुकृजिं करणे इति तत्र अत उत्सर्वधातुके इति सूत्रमपि अस्ति. सूत्रं किं वदति? सूत्रम् अकारस्य स्थाने उकारः आगच्छति इति. कदा? कदा उप्रत्ययान्त कृ धातोः ह्रस्व आकारस्य स्थाने उकारः आदेशकः भवति. कदा? निमित्तं किम्? निमित्तं तत्र निति किति निचि निति सार्वधातुकप्रत्यये परे अस्ति चेत्. कित्नित् सार्वधातुकप्रत्यये परे अस्ति चेत् क्रुधातु क्रुधातोः यत् उकार उकार ऊ प्रत्ययान्त अङ्ग अस्ति तस्य अङ्गे तस्मिन् अङ्गे अकारस्य स्थाने उकारः भवति. अतः वयं पश्यामः यत् यदा तिप् प्रत्ययः अस्ति तदा क्रुयोगः ऊयोगः तिप् तत्र क्रुयोगः उ सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणकार्यं भवति. करु इति अङ्गं भवति, तदनन्तरं रूपं भवति करोति. परन्तु यदा अपित् प्रत्यय अस्ति यथा तः तदा क्रुयोगः उ प्रथमं तु सार्वधातुक आर्धातुकयोः इति सूत्रेण करु भवति. तदनन्तरं तदनन्तरं यतः अग्रे तः इति नित् प्रत्यय अस्ति अतः करु इति अङ्गे अकारस्य स्थाने उकारः भवति. अत उत् सार्वधातुके इति सूत्रेण तर्हि नूतन अङ्गं भवति कुरु, अतः रूपं भवति कुरुतः इति एकम् अस्ति. अङ्गकार्ये एव भेदः अस्ति. पित् प्रत्यय अस्ति चेत् अङ्ग भवति करु, अपित् प्रत्यय अस्ति चेत् अङ्गं भवति कुरु. तदनन्तरं द्वितीयसूत्रमासीत् यत् तनादिगणे यत् लोपश्चास्त्यनतरस्यां भोः इति सूत्रम् आसीत्. यत् सूत्रं किं वदति? मीना महोदय वदतु. द्वितीयभेदः मकारादि वकारादि प्रत्ययः अस्ति चेत् किं भवति? लोपश्चान्यतरस्यां भोः इति सूत्रं महोदय करोतेः अङ्गस्य उतः मकारवकारयोः परे प्रत्ययस्य उकारः लोपः. केन सूत्रेण? लोपस्य अन्यतरस्यां वोः अन्यतरस्यां के मीन् नित्यसूत्र मीन् नास्ति के नित्यलोपः नास्ति अन्यतरस्यां लोपः. अन्यतरस्यां लोपः अस्ति सामान्यतया यदा सामान्यतया नित्यं करोतेः इति सूत्रेण नित्यं भवति कुर्वः कुर्मः इति भवति. सामान्यतया विकल्पेन लोपः भवति, विकल्पेन लोपः भवति. एकनिमिषः. नित्यं करोतेः इति सूत्रेण क्रुधातु कृते मकारादि वकारादि प्रत्यये परे अस्ति लोपः, प्रत्ययस्य उकारस्य नित्यं लोपः. सम्यक्. तदनन्तरम् अन्तिमसूत्रं किम् आसीत्? ये च इति सूत्रं. सूत्रं किं वदति? अत्र यकारप्रत्यये परे अपि उतः लोभः भवति, कुर्यात् इति भवति. सम्यक्. तर्हि यकारादिप्रत्ययपरे अस्ति चेदपि उकारस्य नित्यं लोपः भवति, लोपः भवति. एतादृशं एतादृशः लोपः अन्येषां उकारान्त धातूनां कृते न भवति. तनादिगणे अन्यधातवयः सन्ति, यथा तनु अङ्गमस्ति, तस्मिन् तस्य कृते यकारादिप्रत्ययपरे लोपः न भवति खलु. तनुयात् इति भवति, परन्तु धातु कृते कुर्यात् इति उकारस्य लोपः भवति. तर्हि धन्यवादः महोदय. त्रीणि नूतनसूत्राणि सन्ति. अतः उत् सार्वधातुके नित्यं करोतेः ये च. अस्तु, तर्हि इदानीम् अभ्यासकार्यम् अग्रे अग्रे वर्तते. लङ्लकारः परस्मैपदी, तः आरभामहे. तर्हि इदानीम् अरुणा महोदय, क्रुधातु परस्मैपदी लङ्लकाररूपाणि करोतु. प्रभातं महोदय. लङ् लङ् लङ्लकार प्रथमं लङ्लकारे लुङ् लुङ् लुट् लङ् लुङ् लुट् षुडात् इति सूत्रेण अडागम् आगच्छति. आ प्लस् क्रु प्लस् ओकार आगते आदेशा तनादिगणे चेत् उकारविकरणप्रति आगच्छति प्लस् त् इति प्रत्ययः. सो अकृ गुणः भवति सार्वधातुक आजधातुकयोजने अकर् अकरु योगत्. तदनन्तरम् अत उत् पित् पित् धातु अस्ति, पित् अकरोत् इति रूपम् पित् प्रत्यय अस्ति. करु प्लस् सार्व पूस्थाने ओकार आगच्छति, अकरोत् इति रूपनिष्पन्नं भवति. अग्रे अकरु अङ्गम् अकरु योगः लकारे तां तां हलादि अपित् अस्ति. ततः अत अत उत्सर् उत्सार्वधातुके इति सूत्रेण ताम् इति नित् प्रत्ययः कृतिनिति इति. ततः कु अकारस्थाने उकार आगच्छति, कुरु योगतां कुरुतां. रूपं किं भवति? अकुरुताम् क्षम्यताम् अकुरुताम् कुरु योगः अकुरु योगः अन् अकरु योगः अन् प्रथमं तु अकरु एव अस्ति. अकरु अकरु योगः अन् अन् अति अतः अतः उत सार्वधातुके सूत्रेण अकारस्थाने ओकार आगच्छति. अकुरु योगः अन् अन् इति अपि अस्ति, केवलं इयन् सन्धि अकुर्वन् रूपं भवति. अग्रे अकुर्वन् तदनन्तरम् अकरु योगः स् पित् अस्ति, ततः अकरोस् अकरो योगस् अकरोस् अको अकरोः सकारस्थाने करोस्थाने विसर्जनैः सूत्रेण विसर्गः आगच्छति. अकरोः प्रथमं ससदृशुरुः इति सूत्रेण तदनन्तरं रेपस्य स्थाने खरवचानयोः विसर्जनीयः इति सूत्रेण विसर्गः भवति. सूत्रद्वयमस्ति. अकरु योगः तम् अत्र अपित् अस्ति, हलादि अपित्. ततः अत सर्वदापिके इति सूत्रेण अकारस्थाने उकारः अकुरु अकुरुतम् अकुरुत. अग्रे अकुरु अकरु योगः अं पित् अस्ति, ततः गुणं सार्वधातुक आजधातुक इति सूत्रेण अकरो प्रयोगः अम् केन सूत्रेण करो इको एनचि सूत्रेण इको एनचि कथम् अकरो योगः अम् इको एनचि अस्ति वा ओकारः अस्ति ओ ओके यचो यावयाव सूत्रे अकरवम् अकरवम् अकरवं भवति ओकारस्य स्थाने अव् भवति ओकारस्थाने अव् आगच्छति अनन्तरम् अकरु योगः वा हलादि अपि अस्ति अकुरु भवति अतः उत्सर्वजातके सूचन अकुरु योगः वा महोदय नित्यं करोति इति सूत्रेण उकार लोपः भवति महोदय सम्यक् नित्यं लोपः उकारस्य विकल्पेन न नित्यं नित्यम् अकुर्व अकुर्व सम्यक् अग्रेव अकुर्म बहु सम्यक् बहु सम्यक् अस्ति तर्हि अकुर्व अकुर्म इति अस्ति अस्तु धन्यवादः अग्रे अग्रे को अस्ति मदर् महोदय लङ्लकार आङ्ग्लकार आत्मने आं महोदय लङ्लकार आत्मनेपदम् अत्र अकुरु इति अपित् अस्ति अतः प्रत्यय अपित् अस्ति अङ्गम् अकुरु इति अस्ति अकुरु अत उत् सार्वधातुके इति सूत्रेण अकुरुत अकुरु अकुर्वताम् अकुरु योगः आताम् केन सूत्रेण भवति अत्र इको एनचि इति सूत्रे सन्ति भवति करोतु करोतु अकुर्वताम् न कुर्वाताम् अकुर्वाताम् अकुर्वाताम् बहुवचनम् अकुर्वत् अकुरु योगः ताः अत्रापि आपित् अस्ति अतः अकुर्ताः किं किं न वदतु न वदतु अकुर्ताः अकुर्वात् यन् सन्ति भवति महोदय कथं भवति अत्र स्वरः नास्ति स्वरः नास्ति सन्ति अकुरु अकुर्ताः वर्णमेलनमस्ति वर्णमेलनं अकुर्ताः अकुरु वातां अकुर् न पुनः वदतु पुनः वदतु सम्यक् वदतु सम्यक् वदतु रूपम् अकुरु योगः आताम् अकुर् वाताम् अकुर् योगः द्वम् अकुरुद्वम् अकुर् योगः इ अकुरु अकुरु अपित् अस्ति अतः अकुरु अकुरु योगः इ अकुर्वि अत्र वहि अकु योगः वहि अत्र वकारः अस्ति नित्यं करोतेः इति सूत्रेण उकारस्य लोपः भवति अतः अकुर्वहि अकुर्वहि अकुर्महि बहु सम्यक् बहु सम्यक् तर्हि अत्र आत्मनेपदे सर्वे प्रत्ययाः अपितः सन्ति अतः सर्वत्र अङ्गं भवति अकुरु अत उत्सार्वधातुके इति सूत्रेण तदनन्तरं गुणः अपि कुत्रापि न भवति अतः बहुत्र केवलं वर्णमेलनं नो चेत् यण्सन्धि इति भवति अस्तु अग्रे इदानीं विधिलिङ्लकारः विधि महोदय करोतु आत्मनेपदी परस्मैपदी पिदिलिङ्ग् परस्मिन् कति प्रथमं वदतु अङ्गं किमस्ति कुरु किमर्थं कुरु करु किमर्थं नास्ति करु एव किल करु उकारः आगच्छति अपित् अस्ति चेत् कि अपित् अस्ति अतः किं भवति उकार अकारः उकारः भवति तेन सूत्रेण अत उत् सार्वधातुके इति सूत्रेण तर्हि अत्र विधिलिङ्गकारे सर्वे प्रत्ययाः पितः सन्ति वा अपित् सन्ति यकार न विधिलिङ्गकारे सर्वे प्रत्ययाः पितः सन्ति वा अपित् सन्ति वा अपित् अतः कुरु इति अङ्गं भवति कुरु इति अङ्गं भवति तदनन्तरम् अपि यात् यातां युः याः यातं यात यां याव याम सर्वे याः आरभ्य किल प्रत्येक अतः ये च इति सूत्रेण नित्यं करोति तदनन्तरं ये च इति सूत्रेण यकारः प्रत्यय यकारारभ्यप्रत्ययः अस्ति चेत् अतः उकारः लोपः भवति अद अतः एतादृशः उकारस्य लोपः नित्यमस्ति वा विकल्पेन वा नित्यं करोति तदनन्तरम् एव ये च इति आगच्छति सम्यक् अतः रूपाणि कुर्वन्तु करोतु कुर्यात् कुर्याताम् कुर्युः कुर्याः कुर्यात्तं कुर्यात्त कुर्याम कुर्याव कुर्याम कुर्याम कुर्याव कुर्याम कुर्याम सम्यक् तर्हि सर्वत्र सर्वत्र ये च इति सूत्रेण उकारस्य लोपः भवति अतः कुर्यात् कुर्याताम् कुर्युः इति भवति सम्यक् इदानीम् अन्तिमे विधिलिङ्ग आत्मनेपदी सुमन् महोदय वदतु नमस्ते महोदय श्रूयते किम् आम् अस्तु इदानीं तु पुनः सर्वे सार्वधातुकप्रत्ययः सन्ति अपित् अपि सन्ति अतः अत सार्वधातुके सूत्रेण अङ्गं कुरु एव भवति अत्र पश्यामः चेत् सर्वे प्रत्ययाः सर्वानां प्रत्ययानाम् आदौ ईकारः अस्ति इत्युक्ते तत्र कुरु भवति अनन्तरं प्रत्ययस्य आदौ ईकारः अस्ति चेत् तत्र यन् सन्धि भवति अतः कुर्व इति भवति प्रथमपुरुषे कुर्वीत कुर्वीयातां कुर्वीरन् मध्यमपुरुषे कुर्वीथाः कुर्वीथां कुर्वीयाथां क्षम्यतां कुर्वीध्वं कुर्वीय कुर्वी वहि कुर्वीमहि सम्यक् तर्हि सर्वत्र इकार दीर्घ इकार अस्ति आरम्भे अतः यणसन्धि करणीयः अस्तु धन्यवादः महोदय तर्हि इदानीं क्रूधातु कृते रूपाणि कथं भवन्ति लट् लोट् लङ् विधिलिङ्ग्लकारेषु इति अस्माभिः पठितं कस्यापि प्रश्नः अस्ति वा अस्तु प्रश्नः नास्ति चेत् अग्रे अन्तिम एक अनुच्छेदः अस्ति तद् पठामः अस्तु तर्हि तनादिगणीयधातवः इति अन्तिम एकम् अस्ति तनादिगणीयधातवः अन्तिम एकम् अनुच्छेदः अस्ति विजयमहोदय पठतु करपत्रस्य अन्तिमभागे तनादिगणीयधातवः एकः बिन्दुः अस्ति ततः अग्रे पठतु कणादिगणीयः धातवः दुक्सृञ्जीं करणे कुरु करोति कुरु कुरुते करु करोति तत्र करु करोति क्षम्यतां करु करोति कुरु कुरुते तत्र आत्मनेपदी अनन्तरं उभयपदी अस्ति अत्र अनन्तरं तनु विस्तारे तनु तन् तनु तनोति तनुते इति द्वे रूपं द्वे रूपे स्तः तत्र चणु हिंसायां छन् चणु चनोति चणुते इति अस्ति उभयपदी अनन्तरं शनु दाने सन् सनु सनोति सनुते मनु अवबोधने मन् मनु मनुते अत्र एकनिमिषः मुद्रणदोषः अस्ति शनु दाने इति तत्र सन् भवति न तु सन् तत्र हलन्तः भवति परन्तु तत्र रूपम् अपि तत्र सनु एव अस्ति खलु तदस्ति न मूलधातु शणु अस्ति तदनन्तरं लौकिकधातु सन् भवति न तु सन् तत्र हलन्त भवति सन् तत्र मुद्रणदोषः अस्ति सन न अस्ति सन् सन् परन्तु तत्र अष्टाध्यायी धातु मध्ये अस्तु अस्तु तत्र सन् एव सनु नास्ति मुद्रणदोषमेव अस्तु सन् अग्रे मनु अस्तु तत्र मनु अवबोधने मन् मनु मनुते यनु याचने मनु मनु वनु याचने वन् वनु वनुते आत्मनेपदि एव चिनु हिंसायां चिन् चिनु चेनु इति तत्र गुणकार्यं भूत्वा चिनोति चेनोति चिनुते चेनुते इति रूपद्वयम् अस्ति अत्र ऋणु चत्वार वस्तुतः चत्वारि रूपाणि सन्ति परस्मैपदी द्वे अनन्तरं द्वयं रूपम् अनन्तरम् आत्मनेपदी अपि द्वयं रूपं ऋणु गतौ ऋण् ऋणु अर्णु इति पूर्वम् एव वयं दृष्टवन्तः ऋणोति अर्णोति ऋणुते अर्णुते इति रूपद्वयम् अग्रे अग्रे तादृशमेव पठतु अत्र किमस्ति जि अग्रे अस्ति खलु घृणु ऋणु गतौ एतत् मया पठितमेव घृणु दीप्तौ अग्रे अस्ति आमामां घृणु दीप्तौ गृण् गृणु गर्णु गृणोति गृणोति तत्र गृणुते गृणुते गर्णुते इति रूपद्वयं तत्रापि अनन्तरं तनु अदने त्रिणु तृणु अदने तृण् तृणु तर्णु तृणोति तर्णोति इति रूपद्वयं तृणुते तृणुते तृणुते तर्णुते तर्णुते इति रूपं द्वयम् संज्ञा संज्ञापूर्वको विधिः नित्यः वार्तिकेन विधिरनित्यः इति अस्ति तदेव विधिः अनित्यः इति अस्तु अस्तु विधिः अनित्यः इति वार्तिकेन येषु चतुर्षु धातुषु पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति विकल्पेन एकस्मिन् पक्षे भवति अपरस्मिन् पक्षे नास्ति तर्हि अत्र क्षिणु ऋणु घृणु तृणु अत्र यत् अङ्गमस्ति तत् सामान्यतया अत्र उपधायां लघु इकवर्णः अस्ति इका क्षिण् ऋण् घृण् तृण् तर्हि तत्र पुगन्तलघुपदस्य च इति सूत्रेण सामान्यतया तत्र नित्यं गुणकार्यं भवति अतः क्षिणु अर्णु घर्णु तर्णु इति भवति अङ्गं परन्तु संज्ञापूर्वको विधिरनत्यः इति सूत्रेण एतादृश धातुषु यः भुगन्तलघुपदस्य इति सूत्रेण यद्विधिः अस्ति यः विधिः अस्ति सः या विधिः अस्ति सा विधिः अनित्यः अस्ति अनित्यः नाम अनित्या अस्ति नाम विकल्पेन भवति, अतः एकपक्षेण पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति, अन्यस्मिन् पक्षे न भवति। अतः क्षिणु नो चेत् क्षिणु समान सम्यक् अस्ति, ऋणु नो चेत् अर्णु सम्यक् अस्ति, घृणु नो चेत् घृणु उभयं सम्यक् अस्ति, तर्णु योगः तर्णु उभयं सम्यक् अस्ति इति अस्ति। अतः चत्वारि रूपाणि भवन्ति परस्मैपदी, परस्मैपदी द्वे रूपाणि, आत्मनेपदी द्वे रूपाणि, परस्मै एकरूप यत्र उगन्तलघुपश्चिति सूत्रेण लघु उपधायाः गुणकार्यं भवति, अन्यस्मिन् पक्षे न भवति इति। तर्हि अस्ति यदि वयं स्मर्तुं न शक्नुमः एतादृशः एतादृशं वार्तिकं, तर्हि चिन्ता नास्ति, सर्वत्र पुगन्तलघुपदस्य च इति सामान्यसूत्रेण गुणकार्यं करोतु, यतोहि तादृशं रूपमपि सम्यक् एव अस्ति। परन्तु वस्तुतः अस्मिन् चत्वारि धातुषु तत्र क्षम्यताम् एषु चतुर्षु धातुषु वस्तुतः गुणकार्यं न भवति चेदपि सम्यगेव अस्ति इति। एतादृश अस्ति। इदानीं तनादिगण इति पाठः समाप्तः। प्रश्नः अस्ति वा तनादिगण इति विषये? तर्हि तनादिगणे नवधातवः सन्ति, हलन्तधातवः, तत्र सामान्यकार्यं भवति तनादिगणस्य। एक एव अजन्तधातुः अस्ति कृधातुः, तत्र नूतनकार्यं भवति इति अपि अस्माभिः पठितम्। अस्तु, इदानीं नूतनविषयः अस्ति अग्रिम गणः कः अस्ति, कोऽपि वक्तुं शक्नोति वा? अग्रिमगणः वस्तुतः रुधादिगणः अस्ति, परन्तु अस्मिन् क्रमे क्रयादिगणः अस्ति। तर्हि नवमगणः क्रयादिगणः। क्रयादिगणे विकरणप्रत्ययः कः अस्ति? कृष्णु अस्ति, परन्तु तत्र न एव तिष्ठति। लशक्वत् अधीते इति सूत्रेण सकारः अपगच्छति, न एव तिष्ठति। तर्हि इदानीं श्ना इति सार्वधातुकप्रत्ययः अस्ति वा अर्धातुकप्रत्ययः अस्ति वा? केन सूत्रेण? सार्वधातुकप्रत्ययः अस्ति, परन्तु पित् अस्ति वा अपित् अस्ति वा? अतः श्ना इति विकरणप्रत्ययेन गुणकार्यं भवति वा न वा अङ्गे? तर्हि श्ना इति प्रत्ययः अस्ति द्यूटक, तत्र श्ना इति प्रत्ययः अस्ति, सार्वधातुकः अस्ति, अपित् अस्ति, अतः सार्वधातुकम् अपित्, तदनन्तरं निति च इति सूत्रेण गुणकार्यं न भवति। अस्तु, इदानीं प्रत्ययः नित्वत् अस्ति, अतः नित्वत् अस्ति अतः कानि कार्याणि भवितुं शक्नुवन्ति? धातौ गुणः तु न भवति, परन्तु कानि कार्याणि भवन्ति? सम्प्रसारणम् उत्तमम्। तदनन्तरं नकारस्य एव कार्यमस्ति, कोऽपि स्मरति वा? नकारस्य लोपः भवितुं शक्नोति। कुत्र नकारः? तर्हि इत्नित् प्रत्ययपरे अस्ति चेत् अनिदित् धातोः उपधायां नकारः लोपः भवति इति अपि अस्ति। तर्हि पश्यतु, इदानीं पाठस्य आरम्भात् पूर्वमेव वयं बहु किमपि जानीमः। केवलं प्रत्ययः कः अस्ति, तस्य स्वरूपं कीदृशम् अस्ति इति ज्ञात्वा वयं बहु किमपि जानीमः। तर्हि श्ना अस्ति, तत्र सार्वधातुका अस्ति परन्तु अपित् अस्ति अतः नित्वत् अस्ति अतः गुणः न भवति परन्तु सम्प्रसारणं भवितुं शक्नोति नकारस्य उपधायां नकारस्य लोपः भवितुं शक्नोति इति सर्वं वयम् इदानीं जानीमः तत् बहु सम्यक् अस्ति अस्तु इदानीम् आरभामहे तर्हि अरुणा महोदय पठतु महोदय क्रयादिगणे षष्टिः धातवः सन्ति धन्यवादः महोदय धातवः सन्ति अस्य गणस्य तिङन्तरूपेण अपि जनेभ्यः भ्रमात्मकानि परन्तु यदा स्वादिगणे तनादिगणे च अत्रापि रूपसिद्धिः दुष्करा न अपि तु अत्यन्तं तर्कपूर्णा सा च रूपसिद्धिः ज्ञायते चेत् अयं गणः नैव कष्टकरः अत्र तदर्थं क्रयादिगणे कति दातवः अस्ति चेत् एकषष्टिः दातवः सन्ति अत्र भ्रम भवितुम् अर्हति परन्तु स्वादिगणे तनादिगणे वयं पठितवन्तः तत्र अत्र तदेव अपित्सु धातु इति पर्य अत्यन्तं तर्कपूर्णः कृतवन्तः ततः रूपसिद्धिः कष्टं न भवति इति तत्र अग्रे अग्रयादिभ्यः स्नः इति सत्यमेत स्ना इति सूत्रेण स्ना इति विकरणप्रत्ययः विहितः लषक् वत्तद्यते इति सूत्रेण षकारस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपः न इति अवशिष्यते तदेव सुमना भगिनी वदति उक्तं क्रयादिभ्यः स्ना क्रयादिगणे स्थितेभ्यः धातुभ्यः स्ना प्रत्ययः भवति कर्तर्तक सार्वधातुकप्रत्यये परे कर्तरि शाप् इत्यस्य अपवादः क्रीहि आदि येषां ते क्रयादयः बहुव्रीहि तेभ्यः क्रयादिभ्यः क्रयादिभ्यः पञ्चमन्त्यं स्ना प्रथमान्तं द्वितीयपदं सूत्रं कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सार्वधातिके याक् इत्यस्मात् सार्वधातिके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यन्ये अनयोः अधिकारः धातोरनेकाचोहलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुभूतिसहितसूत्रं क्रयादिभ्यः धातुभ्यः स्नाप्रत्ययः परश्च कर्तरि सार्वधातुके अत्र तदर्थं क्रयादिभ्यः स्ना अत्र स्ना इति विकरणप्रत्यय धातुभ्यः विधीयते अनुभूतसूत्रं केवलं क्रयादिभ्यः स्ना इति वदति परन्तु अनुभूतिसहितसूत्रम् अधिकारसूत्रं धातोः अधिकारम् अस्ति प्रत्ययपरश्च इति अनुवृत्तिः अस्ति सम्पूर्णसूत्रम् अस्ति क्रयादिभ्यः धातुभ्यः स्ना प्रत्ययः परश्च कर्तरि सार्वधातुके क्रयादिभ्यः स्नाः सूत्रं स्ना सूत्रं कर्तरि शप् अस्य अपवादसूत्रमस्ति तर्हि क्रयादिभ्यः धातुभ्यः श्ना इति प्रत्ययः आगच्छति कदा कदा आगच्छति कर्तर्तरे सार्वधातुकप्रत्यये कर्तर्थके सार्वधातुकप्रत्यये परे अस्ति तदैव नो चेत् न आगच्छति तर्हि सर्वत्र विकरणप्रत्ययः नास्ति केवलं कर्तर्थक सार्वधातुकप्रत्यये अग्रे षित् अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अतः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति यथा क्री योगः न इति स्थितौ पुगन्तलघुपदस्य च इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति यथा विश् योगः न इति स्थितौ परन्तु स्ना अपि अतः सार्वधातुकम् अपि इति सूत्रेण निद्वत् तदत् किञ्चित् इति अनेन उभयत्र गुणनिषेधः वयं पठितवन्तः दिवादिगणे अपि स्ना इति षित् अस्ति ततः त्रिंशत् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः ततः सार्वधातुक आर्धधातुकयो इत्यनेन गुणकार्यं प्रसक्ति अस्ति धातु अजन्त अङ्गम् अस्ति अजन्तधातु अस्ति चेत् परन्तु धातु हलन्तमस्ति तत्समये पुगन्तलघुपदस्य चैतसूत्रेण उपदा एकवर्णस्य गुण कार्यं कर्तुं प्रसक्तिः अस्ति परन्तु सार्वधातुकम् अपि अस्ति श्नाधातु इति सूत्रे ततः सार्वधातुकम् अपि इति सूत्रेण निद्वत् भवति किन्निति चैत सूत्रेण गुणनिषेधः भवति अतः गुणनिषेधः भवति अत्र उदाहरणं दत्तं क्रीधातु योगः न अत्र सार्वधातुकार्धातुकयो कार्यं कर्तुम् आगच्छति विश्वधातु हलन्तधातु अत्र पुगन्तलघुपदस्य च सूत्रं प्रसक्तिः अस्ति परन्तु निषेधः भवति धन्यवादः धन्यवादः अग्रे इदानीं मल्लर् महोदय पठतु अग्रे आं महोदय यथा पूर्वतनेषु गणेषु अत्रापि सार्वधातुकलकारेषु तिगन्तानां निर्माणार्थं त्रीणि सोपानानि सन्ति सोपानानि सन्ति प्रथमं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तथा धातुविकरणप्रत्ययोः मेलनं द्वितीयसोपानमस्ति तिङ् प्रत्ययसिद्धिः तृतीयसोपानं तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यं तथा अङ्गं तिङ् प्रत्ययोः मेलनं एतत् वयं जानीमः विकर्णप्रत्ययनिमित्तमस्ति अङ्गकार्यं भवति तदनन्तरं धातु विकर्णप्रत्ययोः मेलनं भवति तदनन्तरं सित् तिङ्प्रत्यय भवति तदनन्तरम् अङ्गकार्यं तिङ्प्रत्ययनिमित्तं निमित्तकं भूत्वा मेलनं भवति अङ्ग तिङ्प्रत्ययोः मेलनं भवति इदानीं प्रथम सोपानं विकर्णप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा धातु विकर्णप्रत्ययोः मेलनं अपित्वात् गुणनिषेधः इत्यनेन कारणेन प्रथमसोपाने सामान्यधातुषु किमपि कार्यं नास्ति अतः अपित्सु अस्ति अतः गुणनिषेधः अतः वर्णमेलमेव भवति अजन्तदातवः अजन्तदातवः इकारान्तदातवः सि योगः न सिना उकारान्तदातवः यु योगः न युना ऋकारान्तदातवः वृ योग न वृणा नत्वं भवति अलं आम् अट्कुप् वाङ् व्यो व्यो इत्यनेन आम् आं महोदय ऋषाभ्यां न्यूनः समानपदे आम् ऋकारः साक्षात् नकारं दृश्यते अतः नत्वं भवति अत्र आम् आं क्षम्यतां हलन्तदातवः ईद् उपदा दातवः क्लिष् योगः न क्लिष्णा उदुपदा दातवः गुद् योगः न गुद्ना ऋका ऋग् उपदा दातवः मृद् योगः न मृद्ना शेषदातवः कच् योगः न कच्ञा केन सूत्रेण सूत्रेण कच् नकारस्य स्थाने स्थाने चवर्गस्य पञ्चमवर्णस्य अनुस्वारस्य चुनाश्चुः अत्र अनुस्वारः नास्ति, अत्र अनुस्वारः नास्ति. कुत्र जि, कुत्र खच् योगः न, खच् योगः न इति स्थाने नकारतवर्गीयवर्णः अस्ति, अतः चकारस्य स्पर्शेण नकारस्य स्थाने चवर्गस्य पञ्चमः वर्णः आगच्छति. स्तोः स्थुनाश्चुः, अतः नकारस्थाने च छ झन्य इति आगत्य खच्न्या इति भवति. किन्तु विश् योग न, तत्र विश्ना एव तिष्ठति, तत्र स्तोः स्थुनाश्चुः कार्यं न करोति. एतत् अपवादत्वेन शात् इति सूत्रे. केन सूत्रेण? अहमपि न जानामि. शात् शात् इति सूत्रं किं वदति? शकार पूर्वम् अस्ति, अनन्तरं च तवर्गीयवर्णः अस्ति चेत् तत्र कार्यं न करोति इति. इत्युक्ते स्तोश्चु नश्चुः तस्य अपवादः भवति. एवं वा? अतः प्रश्योग न प्रश्न प्रश्नः भवति, प्रश्योगनः न तु प्रश्न्यः. अतः एव विश्योग न विश्ना भवति. शकार इत्युक्ते मूर्धन्यशकार वा तालव्यशकार अस्ति चेत् पूर्वम् अस्ति, तस्मात् अनन्तरं तवर्गीय वर्णाः सन्ति चेत् तवर्गीयस्य परिवर्तनं न भवति. ओ, अतः प्रश्नः प्रश्नः विश्ना अत्रापि क्लिश्ना अस्ति. ओ, सम्यक् सम्यक्, बहु धन्यवादः. अस्तु, तर्हि अग्रे मदन महोदय. अश्योगः नाश्योगः अत्रापि शात् इति सूत्रस्य अपवादः. अस्तु अस्तु, तत्र यदा शकारपूर्वम् अस्ति, अग्रे तवर्गः अस्ति चेत् तवर्गस्य परिवर्तनं न भवति. अस्तु अग्रे महोदय. परन्तु क्रियादिगणे विशेषधातवः अपि सन्ति, येषां प्रथमसोपाने अङ्गकार्यं भवति. अस्तु, धन्यवादः महोदय. तर्हि सामान्यतया किमपि कार्यं नास्ति, यत् गुणकार्यं नास्ति, अतः गुणमपि न भवति, केवलं वर्णमेलनं भवति. तर्हि परन्तु कुत्रचित् विशेषधातवः अपि सन्ति, तेषां कृते विशेष अङ्गकार्यमस्ति. सूत्राणि अपि नूतनसूत्राणि सन्ति, अतः अग्रे पठामः. अस्तु, तर्हि इदानीं मीना महोदय पठतु. क्वादिगणः. क्वादिगणः. क्वादिगणे चतुर्विंशतिः धातवः सन्ति, येषां निरनुबन्धरूपाणि इमानि: कू, लू, धू, ज्या, रि, लि, व्रि, प्रि, स्त्रि, कृ, वृ, श्रि, पृ, वृ, भृ, मृ, दृ, झृ, झृ, घृ, मृ, खृ, ऋ, घृ. एते सर्वे धातवः क्रयादिगणे सन्ति. पुवादीनां ह्रस्वः इति सूत्रेण धातौ स्थितस्य स्वरस्य ह्रस्वत्वं भवति क्षितिपरे. श्ना इति अस्ति, अतः श्ना प्रत्यये परे धातुस्थस्वरस्य ह्रस्वत्वं, यथा पू न पुना, ली न लिना, स्त्रि न स्त्रिना. किं वदति अत्र स्वादिगणे इति अन्तर्गण अस्ति क्रयादिगणे. चतुर्विंशतिः धातवः सन्ति प्लू, प्लू, ग्रज इत्यादीनां सर्वे क्रयादिगणे ह्रस्वादीनां ह्रस्व इति सूत्रेण दीर्घ ह्रस्वं भवति. पू बकं पुना भवति, ली लिना भवति, प्रादीनां ह्रस्वः इति सूत्रेण. तर्हि सामान्यतया केवलं वर्णमेलनं भूत्वा पूना लीना इति भवति, परन्तु त्वादिगणे सन्ति धातवः, अतः त्वादीनां ह्रस्वः इति विशेषसूत्रेण ह्रस्वत्वं भवति, पुना लिना स्त्रिणा इति. तर्हि सूत्रं पठतु. त्वादीनां ह्रस्वः पूञ् लूञ् घूञ् ज्यारि लि व्लि प्लि स्क्रिञ् क्रिञ् वृष् शृ पृ वृञ् भृञ् भृ मृ धृ झृ झृ घृञ् नृ खृ ऋ घृ. येषां धातूनां ह्रस्वत्वं भवति क्षितिप्रत्यये परे, तेषां समान समानदातो सः किल पूलु अनुबन्ध अनुबन्ध सहितम् ओके. येषां धातूनां ह्रस्वत्वं भवति क्षितिप्रत्यये परे, श्रा इति क्षित् प्रत्ययः. पूः आदि येषां ते पुवादयः बहुव्रीः तेषां पुवादीनां येन विधि स्तदन्तस्य अलोन्त्यस्य अचश्च एभिः सूत्रैः येषां धातूनाम् अन्तिमस्वरस्य ह्रस्वदे ह्रस्वादेशो भवति. पुवादीनां षष्ट्यन्तं ह्रस्वः ह्रस्वः प्रथमान्तं द्विपदमिदं सूत्रं. ष्टिवु क्लमु चमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं क्वादीनाम् अचः अङ्गस्य ह्रस्वः शिति. अत्र अत्र क्वादीनां धातवः अच अजन्तम् एव, किमर्थम् अचः अङ्गस्य ह्रस्वः शिति इति वदति अत्र? अत्र प्रश्नः अस्ति, सम्यक् प्रश्नः अस्ति. तर्हि वस्तुतः पश्यतु, सूत्रं किम् अस्ति? त्वादीनां ह्रस्वः ह्रस्वः अङ्गस्य इति अधिकारः अस्ति, अतः त्वादीनाम् अङ्गस्य ह्रस्वः इति. तर्हि इदानीं प्रश्नः एकनिमिषः, प्रश्नः अस्ति त्वादीनाम् अङ्गस्य ह्रस्वः कस्य ह्रस्वः? एकवर्णमेव अस्ति तत्र. एकवर्णः एव अस्ति, परन्तु पकारस्य ह्रस्वः किमर्थं नास्ति? पकारस्य ह्रस्वः किमर्थं नास्ति? पू मध्ये पकारः अपि अस्ति खलु. पूयोगः ऊ ह्रस्व ह्रस्वं भवति वा स्वरस्य स्वरस्य एव ह्रस्वं भवति. अतः अचश्च इति सूत्रस्य परिभाषासूत्रम् आगत्य तत्र तिष्ठति. नो चेत् ह्रस्वः कस्य भवति इति पकारस्य भवति वा उकारस्य भवति वा कथं जानीमः? पकारे व्यञ्जनवर्णः पू एव. कथं भवती कथं जानाति यत् व्यञ्जनस्य ह्रस्वत्वं न भवति? केन सूत्रेण? व्यञ्जनस्य व्यञ्जनस्य सूत्रं व्यञ्जनस्य ह्रस्वत्वं दीर्घत्वं न भवति इति भवती कथं जानाति? अचस् अच् वर्णस्य एव अचस्य एव ह्रस्वदीर्घपृथः भवति. भवती सत्यं वदति, परन्तु केन सूत्रेण वयं जानीमः एतत्? ऊकालो अच् ह्रस्वदीर्घप्लुतः. तत्तु ह्रस्वदीर्घप्लुतः इति संज्ञा अस्ति, परन्तु अच् वर्णस्य एव ह्रस्वदीर्घप्लुतः भवति इति अचश्च इति सूत्रेण जानीमः खलु. ओ तर्हि यत्र कुत्रापि सूत्रे ह्रस्वदीर्घप्लुत इति अस्ति तत्र अचश्च इति परिभाषासूत्रम् आगत्य तिष्ठति, अतः अत्र अचः इति. अत्र सूत्रे अचः अस्ति, तत् अचश्च इति परिभाषासूत्रतः आगच्छति, नाम वदति यत् अच् वर्णस्य ह्रस्वत्वं भवति. अतः यद्यपि वस्तुतः सूत्रे कस्य वर्णस्य ह्रस्वत्वं करणीयम् इति न लिखितमस्ति तर्हि परन्तु अचश्च इति सूत्रमागत्य वदति अच् वर्णस्य अचवर्णस्य एव करणीयम् इति. परन्तु व्यञ्जनस्य ह्रस्वदीर्घपृतः नास्ति महोदय. कथं जानाति? Who told that it doesn't have? अचश्च इति सूत्रं कथति कथयति खलु. ओहो इति किमपि ब्रह्मवाक्यं नास्ति तत्र. व्यञ्जनस्य ह्रस्वत्वं न भवति एव सूत्रमस्ति. अचश्च इति सूत्रमागत्य वदति यत् अचवर्णस्य एव ह्रस्वदीर्घ इति भवति खलु. अतः वादिनां ह्रस्वः इति सूत्रे अचः इति अस्य महत्त्वमस्ति. तदनन्तरं निमित्तं किमस्ति? शिति. शित् प्रत्ययपरे श्ना इति शित् प्रत्ययः. अतः अत्र विकरणप्रत्ययः श्ना अस्ति अत एव अत्र भवति. परन्तु पश्यतु पूयोगः श्ना अस्ति पुना इति रूपं पुनाति इति भवति. परन्तु यत्र श्ना प्रत्ययः नास्ति यथा कर्मवाच्ये तत्र पूयते एव भवति. दीर्घ उकार एव अस्ति. पूयते लूयते धूयते तत्र ह्रस्वत्वं न भवति यतोहि अग्रे षित् प्रत्ययः नास्ति. अतः केवलं षित् प्रत्यये परे अस्ति चेत् एतेषां धातूनां ह्रस्वत्वं भवति उकारस्य अचवर्णस्य. तर्हि अग्रे पठतु अचश्च इति सूत्रं पठतु. अचश्च यत्र यत्र ह्रस्वः दीर्घः प्लुतवः च विधीयन्ते तत्र तत् अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति. परिभाषासूत्रम् अचः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् ऊकालो अच् ह्रस्वदीर्घप्लुतः इत्यस्मात् अच् ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः. तत्र विभक्तिपरिणामेव तृतीयान्तं भवति. ह्रस्वदीर्घप्लुतैः शब्दैः अनुवृत्तिसहितसूत्रं ह्रस्व दीर्घप्लुतैः अचः च अच् अचः च अच् अत्र किमर्थं तत्र अच ह्रस्वदीर्घप्लुतैः शब्दैः नाम यत्र कुत्रापि ह्रस्वदीर्घप्लुतशब्दः भवति तत्र अचः स्थाने अच् आगच्छति. अचः स्थाने अच् अचः स्थाने अच् कीदृशः अच्? ह्रस्व अस्ति चेत् ह्रस्व अच् समान ह्रस्व अच् दीर्घ अस्ति चेत् समान दीर्घ अच् प्लुत अस्ति चेत् समान प्लुत अच्. अत्र त्वादीनाम् अचः अङ्गस्य ह्रस्व एव भवति. हा ह्रस्व एव भवति. अतः त्वादि अङ्गस्य अचः स्थाने ह्रस्व अच् इति. अतः अचश्च मध्ये अचः इति अस्ति. अतः वयं ज्ञातुं शक्नुमः यत् अचः स्थाने एव भवति न तु व्यञ्जनानां स्थाने इति अस्ति. तर्हि अग्रे अत्र वस्तुतः अलोन्त्यस्य येन विधिस्तदन्तस्य सूत्रस्य अत्र प्रसक्तिः एव नास्ति इति मन्ये यतोहि एक एव अचवर्णः अस्ति. अतः अन्तिम अचवर्णः इति किमपि तस्य आवश्यकता एव नास्ति यतोहि एक एव अचवर्णः अस्ति. येन विधिस्तदन्तस्य अपि सूत्रस्य अत्र प्रसक्तिः नास्ति यतोहि अत्र त्वादीनां मध्ये भू एव अङ्गमस्ति. अतः वस्तुतः केवलम् अचश्च परिभाषासूत्रस्य यत्र प्रसक्तिः भवति इति अहं चिन्तयामि. अलोक्यस्य सूत्रस्य तत्र प्रसक्तिः भवति यदि धातौ यदि अनेक अचवर्णः तर्हि प्रश्नः भवति कस्य अचवर्णस्य स्थाने ह्रस्वत्वं भवति. तत्र अलोक्यस्य आगत्य वदति अन्तिमवर्णस्य तर्हि अन्तिम अचवर्णस्य. परन्तु अत्र तस्य आवश्यकता एव नास्ति यतोहि एक एव अचवर्णः अस्ति सर्वत्र. अस्तु तर्हि पठतु अग्रे. अत्र ध्येयं यत् अलोङ्क्यस्य न तस्य अग्रे अत्र ध्येयं यत् अत्र ध्येयं यत् यः प्रत्ययः परो अस्ति सः षित् नास्ति चेत् स्वरस्य ह्रस्वत्वं न भवति. ओ अतः कर्मणि सार्वधातुके यक् इत्यनेन यत् कृत्वा लटि पूयते न तु पूयते क्षान्ते क्षान्तप्रत्ययेन पूनः तव तु प्रत्ययेन भूतवान् अर्थात् अत्र ह्रस्वं न भवति पूनवान् पूतवान् न अत्र विशेषकार्यं पूनवान् सकारस्थाने नकारः कथम् आगच्छति अग्रे पश्यामः परन्तु मुख्यकार्यम् अत्र अस्ति उकारस्य दीर्घत्वमेव अस्ति ह्रस्वत्वं न भवति यतोहि अग्रे प्रत्ययः नास्ति अस्तु धन्यवादः महोदय अग्रे विहि महोदय सम्प्रसारणं ज्या धातुः ज्या धातुः वादिगणे अन्तर्भूतः किन्तु सम्प्रसारणी धातुः अपि अस्ति अतः अत्र विशेषः सम्प्रसारणं ग्रहि ज्या वयि व्यधि वष्टि विचति मृच्छति पृच्छति बृञ्चतीनां निति च गृहज्या वय व्यद् वश् व्यच् व्रश्च प्रच् भ्रच् येषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे बहुवारं पठितं किल परिचितं सूत्रमस्ति परिचितसूत्रमेव अत्र ज्या एका धातुः अस्ति क्र्यादिगणीयः अस्ति क्र्यादिगणी धातुः ज्या एव तर्हि भवती वदतु ज्या मध्ये सम्प्रसारणं भवति चेत् किं भवति सम्प्रसारणानन्तरं सम्प्रसारणमिति किम् अस्ति सम्प्रसारणं यन् वर्णः विधि महोदय एव वदति यण् स्थाने किमस्ति इतः इको यति इति सूत्रस्य विपरीतरीत्या द्रष्टव्यं यन् अत्र अस्ति चेत् इकः आगच्छति तर्हि अत्र ज्या मध्ये ज्या मध्ये किं भवति न कस्य स्थाने इ भवति स्थाने कस्य स्थाने किं भवति इति वदतु जी भवति आगच्छति किल सम्यक् तर्हि जि इति भवति खलु जि इति भवति वा भवति वा न भवति भवति भवति अग्रे पठतु इघ्यरः सम्प्रसारणं यनकस्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति इक् प्रथमान्तं यनः षष्ट्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदम् इदं सूत्रं सम्पूर्णं यनः इक् सम्प्रसारणं यनः स्थाने इक् आगच्छति अग्रे पठामि महोदय पठतु सम्प्रसारणञ्च सम्प्रसारणं संज्ञकवर्णात् अचि परे पूर्वपरयोगो स्थाने एकः पूर्वरूपादेशो भवति सम्प्रसारणात् पञ्चम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् इको अनचि इत्यस्मात् अचि अमि पूर्वः इत्यस्मात् पूर्वः इति अनयोः अनुवृत्तिः भवतः एकः पूर्वपरयोगो संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रमस्ति सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् इति अत्र सम्प्रसारणाश्च इति सूत्रम् इति इको यनचि इति सूत्रस्य अपवादः इति कथयितुं शक्नुमः अपवादः नास्ति किल भवती अस्ति खलु एकरूपेण अपवादः एव अस्ति. तर्हि पश्यतु अत्र सूत्रं किं वदति इति वदतु प्रथमं. सूत्रं वसति वदति यन् यन् स्थाने पूर्व अचिपरे यन् यन् स्थाने पूर्वपरयोः सम्प्रसारणात् च इति सूत्रं परिचितं सूत्रमस्ति. सूत्रं किं वदति अत्र सम्प्रसारणं भवति चेत् किं भवति? यन् स्थाने एकः आदेशः भवति. तदनन्तरं तादृश इक् अनन्तरं यदि अचवर्णः अस्ति तादृशस्थित्यां सन्धि कथं करणीयः इति सूत्रं वदति. तर्हि सम्प्रसारणवर्णः यदि अस्ति तदनन्तरं यदि अकारः अचवर्णः अस्ति तर्हि उभयोः स्थाने किं भवति? एकम् एकः आदेशः भवति. किं पूर्वपर इकवर्णः पूर्वपर पूर्वपरयोः एकः पूर्वकसंहिताय पूर्वः भवति. तर्हि सम्प्रसारणवर्णः योगः अच इति पूर्वसम्प्रसारणवर्णः एव तिष्ठति सन्धिक्रिया सन्धिकार्ये. तर्हि पठतु अग्रे ग्रही ज्या मध्ये पठतु किं भवति. यथा ज्या इज् योगः इ योगः आ ग्रही ज्या इत्यनेन यकारस्य स्थाने इ आदेशः जि योगः आ सम्प्रसारणञ्च इत्यनेन सम्प्रसारणसंज्ञकः वर्णात् अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः जि. यदि यदि इकोणचि इति सामान्यसूत्रं कार्यं करोति तर्हि किं भवति? जि योगः आ ज्या पुनः ज्या एव भवति खलु. तादृशं न करणीयम्. अतः सम्प्रसारणाच्च इति सूत्रं वदति यदि सम्प्रसारणवर्ण अस्ति तदनन्तरम् अचवर्णः अस्ति तर्हि पूर्वरूपः एव भवति. तर्हि इकोयणचिसूत्रस्य अपवादः एव अस्ति. महोदय स्पष्टं. तर्हि योगः आचति इति भवति. अस्तु तत्र यणः इक् सम्प्रसारणम् अस्ति तत्र विसर्गस्य लोपः किमर्थं नास्ति? कस्य कुत्र विसर्ग यणः इक् सम्प्रसारणम् अनुवृत्तिसहितसूत्रम् अस्ति खलु. अनुवृत्तिसहितसूत्रं नास्ति सूत्रस्य क्रमः किञ्चित् परिवर्तनं अभवत्. यणः इक् सम्प्रसारणं तत्र यण् इक् सम्प्रसारणं भवितव्यं खलु. न तत्र षष्ठी विभक्ति अस्ति खलु. किन्तु विसर्गस्य लोपः भवति खलु. किमर्थम्? अग्रे तु इकार अस्ति. सम्पूर्ण अनुवृत्तिसहित सूत्रे वदति वा मूलसूत्रे भवति वा? तत्र अन्ते अस्ति खलु सूत्रं सम्पूर्णं यणः इक् सम्प्रसारणं. सन्धिकार्यं तत्र करणीयं सन्धिकार्य करणीय एव इति नास्ति खलु. अस्तु परन्तु तत्र षष्ठीविभक्ति अस्ति अतः यणः अस्ति. तद् जानामि किन्तु सर्वदा तु सूत्रे कुर्मः खलु. सूत्रं नास्ति खलु तत्र यणः इक् सम्प्रसारणम् इति अनुवृत्तिसहितसूत्रमस्ति. सूत्रं नास्ति. अस्तु तत्तु वयं लिखित वयम् अस्माकं सौकर्याय लिखितमस्ति तत्र यणः इक् सम्प्रसारणम् अतः इदं सूत्रं नास्ति. सूत्रं तु इगणः सम्प्रसारणमेव अस्तु. तर्हि इदानीं ज्या तत्र भवति. इदानीम् अग्रे पश्यामः. धन्यवादः महोदय. सुमन् महोदय अग्रे. आम् महोदय एकनिमिषम् अस्तु. श्नाक् खलु श्ना प्रत्यये षित् अपि च पित् भिन्नत्वात् निद्वत् सार्वधातुकम् अपित् इत्यनेन अस्तु ग्रही योग ज्या इत्यनेन ज्या निति सम्प्रसारणम् अतः ज्या योग न जि सम्प्रसारणं कुर्मः अनन्तरं जि योग न हलः इत्यनेन सम्प्रसारणस्य दीर्घत्वं जि योग न पादीनां ह्रस्वः इत्यनेन श्रुति परे पादीनां ह्रस्वत्वम् अतः जि योग न जिना अस्तु तर्हि अन्तिमे किमपि करोतु अन्तिम किमपि करोतु ह्रस्वत्वं करणीयः एव तर्हि जिना एव भवति परन्तु अत्र हलः नूतनसूत्रम् अस्ति सूत्रं पठतु अस्तु हलः अङ्गवयवात् क्षम्यताम् अङ्ग अवयवात् अङ्ग अवयवात् हलः यत् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति यः हल् वर्णः अङ्गस्य अयवः अवयवः क्षम्यताम् अवयवः तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं तस्य दीर्घत्वं भवति हलः पञ्चम्यन्तम् एक पदम् इदं सूत्रम् येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारण सम्यकः वर्णः अस्ति अचश्च अलोन्तस्य इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अच् दीर्घादेशः सम्प्रसारणस्य इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः ढलोपे पूर्वस्य दीर्घे दीर्घो नः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भवति हलः सम्प्रसारणस्य अङ्गस्य दीर्घः वदति यत्र वयं सम्प्रसारणं कुर्मः तत्र अङ्गस्य अन्ते यः वर्णः अस्ति यः स्वरः अस्ति तस्य दीर्घत्वं भवति इति तर्हि पश्यतु अत्र नूतनसूत्रमस्ति अलः इति पञ्चम्यन्तम् अस्ति अतः पञ्चम्यन्तम् अस्ति अतः किं वदति किमपि परकार्यं परकार्यं भवति तर्हि प्रथमं तु परकार्यम् इति अलः इति पञ्चम्यन्तम् इति द्रष्टुं वयं वक्तुं शक्नुमः यत् यत्किमपि कार्यमस्ति तत् साक्षात् हल् वर्णस्य अनन्तरम् आगच्छति इति तर्हि इदानीं हलः अस्ति तदनन्तरम् अङ्गस्य इति अधिकारः अस्ति अतः हलः अङ्गस्य किमपि कार्यं भवति तर्हि इदानीं सम्प्रसारणस्य इति अनुवृत्ति भवति 6139 इति सूत्रतः तर्हि हलः सम्प्रसारणस्य अङ्गस्य इदानीं ध्रलोपे पूर्वस्य दीर्घोणः 63111 इति सूत्रेण दीर्घः इति आगच्छति तर्हि अनुवृत्तिसहितसूत्रमस्ति हलः सम्प्रसारणस्य अङ्गस्य दीर्घः इदानीं पश्यामः तर्हि हलः इति पञ्चम्यन्तम् तदनन्तरं नाम हलवर्णस्य अनन्तरं किमपि भवेत् किं भवेत् इदानीं हलः सम्प्रसारणस्य नाम हल् वर्णस्य साक्षात् अनन्तरं सम्प्रसारणवर्णः भवेत् नाम हल् वर्णस्य साक्षात् अनन्तरं तादृशः इक् वर्णः यः सम्प्रसारणम् अस्ति, यः सम्प्रसारणवर्णः अस्ति, एतादृश अङ्गस्य सम्प्रसारणम् एतादृशस्थितिः अस्ति. तर्हि हल् वर्णः अस्ति, तदनन्तरं सम्प्रसारण इक् वर्णः अस्ति अङ्गे. इदानीम् इदानीं प्रश्नः उदेति अवयव सूचयति खलु, अङ्गस्य अवयवः सूचयति, परन्तु इदानीम् अङ्गस्य अवयवः नाम हलन्त हल् वर्णः तदनन्तरं सम्प्रसारणवर्णः अङ्गस्य अवयवः भवेत्, परन्तु कुत्र नाम प्रथम प्रथम पूर्व मध्ये अन्ते किमपि लिखितं नास्ति खलु. सत्यं. तर्हि येन विधिसदन्तस्य इति परिभाषासूत्रम् आगत्य वदति, तर्हि तादृश अङ्ग यस्य अन्ते हलुत्तरसम्प्रसारणवर्ण भवेत्. तर्हि येन विधिसदन्तस्य इति वदति यत् या विधिः लिखितमस्ति तद् अन्ते भवति, नाम अङ्गस्य अन्ते भवति, नाम हलुत्तरसम्प्रसारण अत्र किमस्ति, हलुत्तरसम्प्रसारणस्य दीर्घः भवति खलु, एतादृशी विधिः अस्ति, विधिः अस्ति हलुत्तरसम्प्रसारणस्य दीर्घत्वं करोतु, परन्तु एतादृशी विधिः कुत्र, केवलं हल् उत्तर हलुत्तरसम्प्रसारणम् अस्ति इति वा अथवा तादृश अन्त हल् उत्तरसम्प्रसारणम् अङ्गस्य अन्ते अस्ति. तर्हि न केवलं हल् उत्तरसम्प्रसारणम् इति एव साक्षात् न, अपि तु तादृश अङ्गं यस्य अन्ते हल् उत्तरसाक्षात् नाम हलुत्तरसम्प्रसारणवर्णात् पूर्वं यत् किमपि भवितुं शक्नोति, परन्तु अङ्गस्य अन्ते हलुत्तर सम्प्रसारणवर्णः भवेत्. तर्हि तादृश अङ्ग यस्य अन्ते हलुत्तरसम्प्रसारण अस्ति तस्य दीर्घत्वं भवति. इदानीं प्रश्नः उदेति यत् कस्य दीर्घत्वम्, अचश्च वदति खलु, तर्हि अचश्च इति वदति स्वरस्य दीर्घत्वं, परन्तु कस्य स्वरस्य दीर्घत्वम्, तत्र बहूनि बहवः स्वरः भवितुं शक्नुवन्ति खलु अङ्गे, तत्र वदति खलु तत्र अन्तिम अलोन्त्यस्य आगत्य वदति यत् अन्तिम अचवर्णस्य. तर्हि दीर्घः इति अचश्च इति आगत्य वदति अचवर्णस्य दीर्घः, अलोन्त्यस्य इति आगत्य वदति अन्तिमवर्णस्य दीर्घः. तर्हि उभयत्र अलोन्त्यस्य अचः इति उभयत्र आगत्य वदति कस्य वर्णस्य दीर्घत्वम्, अन्तिम अचवर्णस्य दीर्घत्वम् इति सर्वत्र चिन्तनीयं, यतोहि सूत्रे लिखितं नास्ति खलु कस्य वर्णस्य दीर्घत्वम् अन्तिमवर्णस्य दीर्घत्वं वा किम्. अतः येन विधिसिद्धन्तस्य अलोन्त्यस्य अपि च अचश्च इति त्रीणि परिभाषासूत्राणि आगत्य वदन्ति यत् इदं सूत्रं कुत्र कार्यं करोति, तादृश अङ्ग यस्य अन्ते यदि हलुत्तरसम्प्रसारणवर्ण अस्ति तर्हि तस्य अन्तिम अच् वर्णस्य इति अस्ति. तर्हि पश्यतु अत्र जी मध्ये अतः अस्य सूत्रस्य प्रसक्तिः कथं भवति वदतु. अस्तु, तत्र जी अस्ति, जकार अस्ति, तत्तु हल् वर्णः अस्ति, तस्मात् परम् इकार अस्ति, तत् यकारात् आदेशः अस्ति, इत्युक्ते सम्प्रसारण वर्णः अस्ति. अतः इदानीं वयं हल् उत्तर अपि च अङ्गस्य अन्ते अस्ति. इदानीं तु हल् उत्तरसम्प्रसारणं स्थिति पश्यामः अस्ति. एतत्तु अङ्गस्य अन्ते अस्ति, अपि च इकार अन्तिमवर्ण अस्ति, ह्रस्व अस्ति, तस्य दीर्घ भवति. अतः जी योगः आ प्रथमं हलः इति सूत्रेण जि योगः आभवति. अस्तु, तर्हि अत्र लिखितमस्ति खलु, किं लिखितमस्ति? प्रथमं ग्रहीज्या इति सूत्रेण यकारस्य स्थाने इकारः, जि योगः आ, तदनन्तरं सम्प्रसारणात् च इति सूत्रेण जि इति भवति खलु. इदानीं जि योगः श्ना प्रत्ययस्य ना इति अस्ति, तर्हि जि योगः ना, तर्हि ना कृते जि अङ्गमस्ति. अङ्गं किम् कीदृशमस्ति? जकार इति हल् वर्णस्य अनन्तरम् इकारः अस्ति, इकारान्त अङ्गम् अस्ति. अतः हलः इति सूत्रेण जि योगः न, प्रथमं जि योगः न भवति, इकारस्य दीर्घत्वं भवति. तदनन्तरं पुनः प्वादिरस्वः इति सूत्रम् आगत्य वदति यत् ज्या प्वादिगणे अस्ति खलु, अतः तस्य ह्रस्वत्वं करणीयम्. अस्तु, इदानीं तत्र विप्रतिषेधः भवति किम्? प्रश्न सम्यक् अस्ति, अतः कस्य सूत्र कस्य सूत्रस्य कार्यं प्रथमं भवति इति. अपि च इदानीं तु कैंड ऑफ राउंड अबाउट किमर्थं गच्छामः? किं राउंड अबाउट इत्युक्ते प्रथमं तु दीर्घत्वम् अनन्तरं ह्रस्वत्वं, तत्र प्वादीनां ह्रस्वः परसूत्रम् अस्ति, तदेव किमर्थं कार्यं न करोति? सत्यमस्ति, अत्र वस्तुतः विप्रतिषेधम् अस्ति, अत्र परसूत्रम् अपि अस्ति, प्वादीनां ह्रस्वः इति अस्ति. तर्हि एकसूत्रं वदति ह्रस्वत्वं करणीयम्, एकसूत्रं वदति दीर्घत्वं करणीयम्. सत्यं, केन सूत्रेण कार्यं भवति इति अस्ति. प्रश्नः समीचीनः अस्ति, तर्हि किं करणीयम्? अत्र तु सूत्रद्वयस्य अन्य कार्यम् अपि अस्ति, अतः विप्रतिषेधः अस्ति, अतः परसूत्रमेव कार्यं करोति खलु? भवती वदति यत् परसूत्रं परसूत्रस्य अपि अन्यत्र अस्ति अवश्यः, न परसूत्रस्य उभयोः सूत्रयोः अन्यत्र लब्धावकाशः अपि अस्ति, अतः विप्रतिषेधं परसूत्रस्य न भवति. किमर्थं न भवति? परसूत्रस्य अपि अन्यत्र लब्धावकाशः अस्ति खलु, किन्तु तत्र प्वादीनां ह्रस्वः इत्युक्ते तत्र ज्या प्वादीनाम् अस्ति, अतः तत्र कार्यं न भवति चेत् तस्य सम्पूर्णनिरवकाशः न भवति, किन्तु सम् पार्ट् आफ् इट् विल् गो टु वेस्ट् खलु. लेट् इट् गो टु वेस्ट्, तत्तु सम्यक् नास्ति. न, अन्येषु प्वादिगणीयधातुषु कार्यं भवति खलु, किन्तु तथा सर्वत्र तथा एव वदामः चेत् तस्य सो न भवती यत् कथयति तथैव अस्ति, अतः एव प्वादीनां ह्रस्वः इति तस्य अन्तिमकार्यं भवति. नाम प्वादिषु यः कोऽपि धातुः भवति तत्र तस्य कृते ह्रस्वत्वं भवति, अतः किमपि क्रमः करोतु अन्तिमह्रस्वत्वं करणीयम् एव. अस्तु, किन्तु हलः किमर्थम् अत्र कार्यं करोति? तत्र अपवादत्वेन अथवा विप्रतिषेध अस्ति इति न. अस्तु, तत्र द्वे रूपेण वयं चिन्तयितुं शक्नुमः. प्रथमं तु अस्ति उभयोः सूत्रयोः प्रसक्तिः अस्ति, सत्य, परन्तु प्वादीनां ह्रस्वः इति सूत्रम् आगत्य वदति यत् पुवादि उपादिगणे धातवः सन्ति, तेषां ह्रस्वत्वं भवति, सत्यम्. अतः किमपि करोतु, यदि हलः इति सूत्रः यस्य प्रसक्तिः अस्ति तदपि आगच्छति प्रथमं दीर्घत्वं करोति चिन्ता नास्ति तदनन्तरं ह्रस्वत्वं करणीयः एव इति अत्र एतादृश तु अस्माभिः पूर्वमपि पठति खलु पूर्वमपि पठितं खलु यत्र वस्तुतः अन्तिमफलं समानमेव अस्ति परन्तु तत्र तस्य यत् मार्गः अस्ति तत् बहु क्लिष्टकरमस्ति प्रथमं दीर्घत्वं करोति तदनन्तरं पुनः ह्रस्वत्वं करोति तर्हि अत्र हलः सूत्रस्य प्रसक्तिः अस्ति खलु अतः हलः कार्यं हलः तस्य कार्यं भवेत् जीयोगः न प्रथमं जीना इति भवेत् सूत्रस्य कार्यं भवति तदनन्तरं त्वादीनां ह्रस्व इति सूत्रम् आगत्य वदति यत् किमपि अस्ति चेत् त्वादीनां ह्रस्वत्वं भवति एव इति चिन्तन इति चिन्तनक्रमः अस्ति चेत् किमपि मार्गम् आनयतु तत्र जिना एव भवति परन्तु मम अन्यप्रश्नः अस्ति तदपि चिन्तनीय अस्ति कोऽपि जानाति वा जानाति चेत् वदतु अत्र जीयोगः न इति स्थाने हलः इति सूत्रस्य प्रसक्तिः अस्ति स्वादिनां ह्रस्वः इति सूत्रस्य अपि प्रसक्तिः अस्ति एकसूत्रं वदति यत् इकारस्य दीर्घत्वं करणीयम् एकसूत्रं वदति यत् इकारस्य ह्रस्वत्वं करणीयं तर्हि कस्य सूत्रस्य कार्यं भवति तर्हि इदानीम् उभयोः सूत्रयोः अन्यत्र लब्धावकाशः अपि अस्ति हलः सूत्रस्य अन्यत्र लब्धावकाशः अस्ति त्वादीनां ह्रस्वः इति सूत्रस्य जी नास्ति चेत् अन्येषु धातुषु प्रसक्तिः अस्ति ये त्वादिगणीयः सन्ति तर्हि इति विप्रतिषेधः अस्ति विप्रतिषेधः अस्ति अतः परसूत्रं प्रथमं कार्यं करोति खलु जि एकनिमिषं तत्र हलः इति सूत्रं किं वदति चेत् हल् वर्णात् परः यदि सम्प्रसारणनिर्मितः वर्णः तस्मिन्नेव अङ्गम् आगच्छति तर्हि तद् अन्तस्य अङ्गस्य दीर्घः भवति एतत् पूर्वसूत्रमस्ति सूत्रस्य सङ्ख्या 642 अनन्तरम् आगच्छति तत्र पुवादीनां ह्रस्वः एतत् सूत्रं वदति क्षितिपरे पुवादीनां ह्रस्वत्वं जीयोगः न इति वदति एतत् सूत्रमस्ति अनन्तरं परसूत्रम् अस्ति एतत् विषये पूर्वमेव वयं दृष्टवन्तः तत्र किं क्लेशः किम् अस्ति अहं न जानामि पूर्वसूत्रं वदति अङ्गस्य अन्तिमवर्णस्य अङ्गत्वं दीर्घः भवति अनन्तरम् एतत् अन्यसूत्रं वदति पुवादीनं 6380 मध्ये एतत् किं वदति चेत् क्षितिपरे पुवादीनां ह्रस्वत्वं भवति तत्र जीयोगः न जिना एतत् तत्र इक्तप्रत्ययं योजनेन ताप्रत्ययं योजनेन जिना इति ह्रस्वत्वं भवति कार्यं भवति क्लेशः किमर्थम् अत्र अस्ति हलः इति सूत्रस्य पूर्वनिमित्तम् अस्ति सम्यक् अस्ति स्वादीनां ह्रस्वः इति सूत्रस्य परनिमित्तम् अस्ति सम्यक् अस्ति परन्तु उभयोः कार्यम् एकस्मिन् एव स्थले अस्ति खलु उभयोः सूत्रयोः कार्यम् अन्तिम एकस्मिन् स्थाने तत्र पूर्वसूत्रं किं वदति हलः तत्र दीर्घत्वं भवति मध्ये अन्यसूत्रं वदति एतत् अनन्तरम् आगच्छति एतत् वदति तत्र ह्रस्वत्वं भवति एतत् क्रमेण पाणिनिना कृतम् एतत् तत्र क्लेशः किमपि नास्ति एकनिमिषः महोदय सपाद अस्ति सपादत्रिपाद्यां सपाद सप्त अध्यायां तत्र क्रमस्य किमपि महत्त्वं नास्ति त्रिपाद्यामेव क्रमस्य महत्त्वम् अस्ति अत्र क्रमस्य महत्त्वं नास्ति पाणिनिना अन्तिम अग्रे लिखितम् अस्ति अतः अनन्तरमेव करणीय एतादृशं परसूत्रं पूर्वसूत्रं न पश्यति तावदेव एकनिमिषः महोदय परसूत्रं पूर्वसूत्रं न पश्यति इति किमपि नास्ति किं महोदय पूर्व भवत्याः भ्रमं भवति अत्र उभयोः सूत्रयोः 642 7380 मध्ये अस्ति तत् पूर्वत्र सिद्धम् इति अधिकारसूत्रस्य पूर्वे आगच्छति अतः पूर्वसूत्रं परसूत्रं न पश्यति, परसूत्रं पूर्वसूत्रं न पश्यति इति किमपि नास्ति. सर्वाणि सूत्राणि पश्यन्ति. अतः तादृशचिन्तनं सम्यक् नास्ति यत् ओ वादिनां ह्रस्वः पाणिनिना अग्रे लिखितम् अतः तस्य कार्यम् अनन्तरं भवति इति किमपि नास्ति इति. एतादृशं तु अस्माभिः पूर्वमपि पठितं खलु. किमपि क्रमः नास्ति, क्रमः केवलं पूर्वत्र सिद्धम् इति अधिकारे अस्ति. तर्हि इदानीं प्रश्नः तु अस्ति यत् यद्यपि हलः इति सूत्रस्य कार्यं पूर्वनिमित्तिकम् अस्ति, वादिनां ह्रस्वः इति सूत्रस्य कार्यं परनिमित्तिकम् अस्ति, तर्हि चेदपि उभयोः एकनिमिषः उभयोः सूत्रयोः कार्यम् एकस्मिन् एव स्थले भवति. तर्हि हलः इति सूत्रं वदति इकारस्य यत् जी मध्ये इकारः अस्ति तस्य अन्तिमवर्णस्य ह्रस्वत्वं करोतु. वादिनां ह्रस्वः वदति अन्तिम इकारस्य ह्रस्वत्वं करोतु. तत् किं करणीयम्? एकं परिभाषा नो चेत् वार्तिकम् अस्ति खलु, तत्र पञ्चम्य तस्य अधिकार तत् अधिक बलीयं भवति इति अस्ति वा? अहं तु न जानामि, अहं न चिन्तयामि. तत्र यदा सूत्रं कस्य स्थाने न भवति तत्र तत् भिन्नम् अस्ति. अत्र किम तादृशं किमपि नास्ति खलु, अत्र सम्यक् लिखितम् अस्ति. हलः अस्ति पञ्चम्यन्तं, वादिनां हस्वः सप्तमी अस्ति, प्रश्नः नास्ति. अस्तु, ततः तु अहं चिन्तयामि परसूत्रं सत्यं. तर्हि अत्र वन् वे आफ् थिङ्किङ्ग् केन् बि ओ वादिनां ह्रस्वः इति परसूत्रम् अस्ति, यतोहि उभयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति, अतः विप्रतिषेधः अस्ति, अतः पूर्वसूत्रं कार्यं करोति, अपरसूत्रं कार्यं करोति. अतः डैरेक्ट्लि जी योगः न, तत्र वादिनां ह्रस्वः इति सूत्रमागत्य जिना इति वदति. सो हलः सूत्रस्य आवश्यकता एव नास्ति. अन्यत्र अन्यमार्गः भवितुं शक्नोति, यदि तादृशचिन्तनमपि यदि करणीयमेव तर्हि हलः तस्य कार्यं करोति. वादिनां ह्रस्वः अन्तिम अग्रे आगत्य वदति यत् वादिनां ह्रस्वः इति सूत्रस्य सर्वदा तत्र ह्रस्वत्वं करणीयम् एव. अहं चिन्तयामि द फस्ट् एक्स्प्लेनेशन् इस् बेटर् देट् सो देर् इस् नो नीड् आफ् हलः इति सूत्रं. जस्ट् बै सेयिङ्ग् परसूत्रम् अस्ति अतः डैरेक्ट्लि जी योगः न जिना इति भवति, स्वादिनां ह्रस्व इति. परन्तु इफ् बै एनी चान्स् समवन् वाण्ट्स् टु डू हलः, देन् द वे आफ् थिङ्किङ्ग् इस् ओके यु डू हलः फस्ट् मेक् इट् दीर्घ एण्ड् देन् अगेन् स्वादिनां ह्रस्वः हेस् टु कम्. देट् इस् लैक् देट् इस् द मोर् इम्पार्टेण्ट् सूत्र. सो इट् इस् इट् बिकम्स् ह्रस्व अगेन्. दिस् कैण्ड् आफ् दिस् आर्ग्युमेण्ट् सीम्स् अ बिट् वीकर् टु मी. देट्स् वै ऐ वुड् सजेस्ट् देट् ऐ वुड् सजेस्ट् टु त्रिपाद्यां भवेत् चेत् प्रायः तत् एषः क्रमः सम्यक् भवति. आवश्यकता नास्ति. सत्यं, सर्वे अवगच्छन्ति वा अत्र प्रश्नः कः अस्ति? अत्र प्रश्नः अस्ति यत् जीयोगः नामध्ये हलः इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि जकारोत्तर सम्प्रसारण अन्तिमवर्णः अस्ति अग्रे, अतः इकारस्य दीर्घत्वं भवति. परन्तु प्वादिनां ह्रस्वः सूत्रस्य प्रसक्तिः अस्ति, यतोहि ज्या धातु प्वादिगणे अस्ति, तदनन्तरं किम् अस्ति शित् अस्ति. अतः प्रश्नः उदेति यत् ह्रस्वत्वं करणीयं दीर्घत्वं करणीयं. तर्हि पश्यतु उभयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति. हलः इति केवलं जी मध्ये नास्ति, अन्यत्र अपि अस्ति. वादिनां ह्रस्वः इति केवलं जी मध्ये नास्ति, अन्यधातवः अपि सन्ति ये वादिनां सन्ति. अतः उभयोः अन्यत्र लब्धावकाशः अस्ति. अतः विप्रतिषेधः अस्ति अतः तुल्यबलविरोधः अस्ति. अतः तुल्यबलविरोधः अत्र अस्ति. तत्र पूर्वपरयोः परसूत्रस्य बलमस्ति. परसूत्रमस्ति वादिनां ह्रस्वः, अतः क्वादिनां ह्रस्वः कार्यं करोति, अतः ह्रस्वत्वम् एव भवति. जी योगः न, इकारस्य स्थाने ह्रस्व इकारः एव तिष्ठति जिना इति कार्यं भवति जिना अङ्गं जिना इति अस्ति अहम् अन्यवर्गे श्रुतवती अभिद्धवत् अत्र आभात् 6422 सूत्रमस्ति तत्र एव त्रिपादिकार्यवत् पूर्वतसिद्धा इति 6122 to 6400 समथिङ्ग् इस् पूर्वसूत्रं न पश्यति अत्र खलु च तदेव अहं चिन्तयामि तदपि अस्ति सत्यमस्ति तत् किं महोदय पुनः वदतु अत्र अत्र तत्र अत्र न लिखितम् असिद्धत्वात् एकनिमिषः तत्र 6.4 षष्ठम अध्याये एक सब् पार्ट् अस्ति सब्सेट् अस्ति तत्र अपि पूर्वत्र सिद्धम् इति कार्यवत् कार्यं भवति नाम तत्र आर्डर् वैस् सूत्राणि सन्ति तर्हि तदपि त्वादीनां ह्रस्वः अपि तत्र हलः इति 642 अस्ति खलु तर्हि प्रायः तत्र तादृश सब्सेट् मध्ये आगच्छति तदस्ति चेदपि परसूत्रं पूर्वसूत्रं न पश्यति इति परन्तु अत्र तत्र तादृशकार्यम् अस्ति चेदपि अत्र तस्य चिन्तनं समीचीनम् अस्ति परन्तु अत्र अस्माकं द यूजुवल् पूर्वपरयोः इति पूर्वपरयोः नित्य अन्तरङ्ग अपवाद उत्तरोत्तर बलिः इति सूत्रेणपि वी केन् आर्ग्यू औट् देट् परसूत्रमेव कार्यं करोति इति परन्तु सत्यम् अस्ति तत्र असिद्धवत् आभार इति एकम् अस्ति सूत्रं तत् वदति यत् फ्रोम् दिस् सूत्र टु दि लास्ट् सूत्र टु द सम् एण्ड् सूत्र देर् इस् अ आर्डर् विच् हेस् टु बि फालोड् तत् सूत्रं किं महोदय 6422 धन्यवादः भगिनि तस्य यद्यपि अत्र प्रसक्तिः अस्ति परन्तु तस्य आवश्यकता नास्ति यतोहि सरलरूपेण वयं वक्तुं शक्नुमः परन्तु अन्यत्र बहुत्र एतादृशस्थित्याः आगच्छन्ति यत्र असिद्धवत् आभात् इति सूत्रस्य कार्यं करणीयम् एव नो चेत् रूपं समीचीनं न भवति तद् वयम् अग्रे पश्यामः परन्तु अत्र किमस्ति परसूत्रस्य कार्येण अन्तिम इकारस्य ह्रस्वत्वम् एव भवति तर्हि अग्रे एकमेव एकनिमेष एव वदामि तदनन्तरं विरमामः तत्र अत्र अग्रे लिखितमस्ति दीर्घत्वं कुत्र करणीयं तर्हि ग्रहीयोगः जा यदि जी योगः नास्ति तर्हि शिति परे अस्ति अतः जिना भवति परन्तु यदि षित् प्रत्यये परे नास्ति यद्य इक्तप्रत्यये परे अस्ति तत्र त्वादीनाम् इति सूत्रस्य कार्यं न भवति तत्र केवलं हलः इति सूत्रं कार्यं करोति अतः क्त प्रत्यये परे अस्ति चेत् दीर्घत्वं भवति जीत तदनन्तरं जीन इति आगच्छति तत् वयम् अग्रे पश्यामः परन्तु तत्र षित् प्रत्यये परे नास्ति अतः दीर्घत्वमेव करणीयं जीन इति तर्हि षित् प्रत्यये परे नास्ति चेत् कार्यं न करोति अपि च हलः इति सूत्रं केवलं तादृशसम्प्रसारणे इति सूत्रं कार्यं करोति यत्र सम्प्रसारणमध्ये कार्यं करोति यत्र सम्प्रसारण अङ्गस्य अन्ते अस्ति अङ्गस्य अन्ते नास्ति चेत् हलसूत्रं कार्यं न करोति ते पश्यतु अत्र ग्रही अस्ति ग्रही मध्ये गृह्णाति इति अस्ति खलु गृह्णाति तत्र रेफस्य स्थाने ऋकारः भवति परन्तु तद् ऋकारः अन्ते नास्ति अङ्गस्य यतोहि तस्य अन्ते हकारः अस्ति अतः तत्र यत् ऋकारः आगच्छति सम्प्रसारणेन तस्य दीर्घत्वं भूत्वा ग्रीह इति किमपि नास्ति तर्हि प्रत्येकसम्प्रसारणस्य वर्णस्य दीर्घत्वं न भवति केवलं तादृशसम्प्रसारणवर्णः यत् हलुत्तर अस्ति अपि च अङ्गस्य अन्ते आगच्छति नो चेत् हलः सूत्रं कार्यं न करोति इति अस्तु इति पुनः वयम् अग्रिमरविवासरे पुनः एतत् सर्वं वयं पश्यामः यतोहि नूतनमस्ति परन्तु इदानीं विरमामः महोदय मम प्रश्नः